तर्हि विसर्गसन्धिः इति विषयः जायमानः अस्ति, तत्र च पुस्तके केचन अभ्यासाः अवशिष्टाः, तत्र पश्येम, प्रायः अद्यैव समापयितुं शक्ष्यामः इति मन्ये. तत्र कस्मिन् पुटे इति चेत् षष्टिः, षष्टितमे पुटे अस्ति, षष्टितमे पुटे इति पश्येम. तत्र प्रथमतया विद्याभगिनी इति प्रथमं वदति वा? अस्तु महोदय. रिक्तस्थानानि पूरयत. प्रकृतिस्तः योगः हि. अत्र विसर्गस्य पुरतः अकर्वर्णः अस्ति, विसर्गात् प्राक् ह्रस्वकारः, अतः अत्र चतुर्थं सोपानं कार्यं करोति. अतः परस्य विसर्जनीयस्य अतिहसि च उत्तमम्. अत्र अतः अत्र उकारः आगच्छति, प्रकृतिस्तो हि इति भवति. शास्त्रीयरीत्या तत्र प्रथमं ससजुषो रुः इत्येन सकारस्य स्थाने रु, अनन्तरं हसि च इति सूत्रेण रुसम्बद्धरेपस्य स्थाने उकारादेशः निमित्तम् अस्ति. हसि परे रु इत्यस्मात् प्राक् ह्रस्वकारः अस्ति इति कृत्वा उकारः, अनन्तरं गुणसन्धिः आद्गुणः इत्यनेन गुणसन्धिः भूत्वा प्रकृतिस्तो हि इति भवति. वा, बहु समीचीनमस्ति, सुन्दरम्. अस्तु, अत्र प्रकृतिस्थो हि इति भवति सत्यं. द्वितीयं कुर्मः सुब्रह्मण्यं वदतु कृपया. महोदय, सनिद्धः योगः अग्निः, अत्र विसर्गात् परः अकारः अखर्वर्णः, अतः विसर्गात् पूर्वं कः वर्णः इत्युक्ते अत्र अकारः अस्ति, अतः भाट्टसूत्रेषु चतुर्थमसूत्रमत्र कार्यं करोति. अतः परस्य विसर्जनीयस्य अति हसि च उत्तमम्. अतः अत्र संनिद्धयोगः उयोगः अग्नि हि, अत्र अकार उकारयोः मेलनं भूत्वा संनिद्धो गुणसन्धिः, संनिद्धो योगः अग्निः. इदानीमत्र संनिद्धो ओकारः पदान्ते अस्ति, अतः एङ्गः पदान्तादति इत्यनेन अत्र पूर्वपरयोः पूर्वरूपादेशः, अतः संनिद्धोऽग्निः इति रूपं निष्पन्नं भवति. यदि शास्त्रीयरीत्या द्रक्ष्यामः, संनिद्ध अत्र सुप्रत्यय प्रथमं योजयामः, संनिद्धयोगः सुयोगः अग्निः, अत्र ससजुषोरुः इत्यनेन ऋत्वम्, अनन्तरमत्र इदानीं किं भवति इत्युक्ते अत्र रुसम्बद्धरेपः, तस्मात् पूर्वं ह्रस्व अकारः, अनन्तरमपि ह्रस्व अकारः, अतः अतोरुरप्लुदादते इत्यनेन रुसम्बद्धरेपस्य स्थाने उकारः, संनिद्धयोगः उयोगः अग्निः. इदानीम् अत्र किं भवति इत्युक्ते, यथा वयं पूर्वं अहम् उक्तवान् तथा एव अत्र प्रथमं गुणसन्धिः, अनन्तरम् एङ्गः पदान्तादति इत्यनेन पूर्वपरयोः पूर्वरूपमेव भूत्वा अत्र संनिद्धोऽग्निः इति रूपं निष्पन्नं भवति. हा, बहु समीचीनमस्ति, बहु सम्यक् अस्ति. तृतीयं कुर्मः तर्हि. तृतीयं तत्र राजेन्द्रमहोदय तत्र करोति वा? आम् आम् महोदय, अत्र इत्रो जनः तु निष्पन्नं तत्र अस्ति. तत् किम् आसीत् पूर्वम्? अत्रापि भाटसूत्रेषु चतुर्थ सूत्रस्य प्रसक्तिः आसीत्, तत्कारणतः तत् पूर्वम् आसीत् इत्र यत्र उकार आदेशः भवति, तत् हसिपरे अस्ति उकार आदेशः अस्ति, इत्रो इत्रः जनः तत्र पूर्वम् आसीत्। शास्त्रीरीत्या दर्शयामः तत्र इत्रसत्सुरुः तेन सूत्रेण इत्ररु जनः तत्र खरवसान् विसर्जनीयः, तस्य तत्र सूत्रस्य प्रसक्तिः न अस्ति अत्र, यथा तत्र अखरि परे अस्ति, तत् कारणात् तत्र अतरोरु पलुतादि पलुताद् पलुते तेन तेन सूत्रेण उकार आदेशः भवति। रेफस्थाने रुसम्बद्धरेफस्थाने उकार आदेशः भवति। इतर योग उ योग जन जनः, तदनन्तरं गुणसन्धि गुणसन्धि आदिगुण सूत्रेण गुणसन्धि भूत्वा इत्रो इत्रो जनः एनः पदान्तात् अति, तत् तस्य सूत्रस्य प्रसक्तिः नास्ति अत्र, आहत्य इत्रो जनः एव निष्पन्नं भवति। हसि हसि च क्षमता महोदय, तत्र तु हसि हसि च सूत्रस्य प्रसक्तिः अस्ति अत्र, तत्र इत्रो इत्रो जनः तत्र तत्र निष्पन्नं भवति। पूर्वम् क्षम्यता महोदय, द्वयोः भेदः कः? हसि च तत्र हसि च सूत्रस्य तत्र ह्रस्व इक अकारः अस्ति, पुरुतबेन ह्रस्व इक अकारः वर्ति रुसम्बद्धरेफस्य स्थाने उत्तमम् उत्तमं भवति अत्र, अत्र हसि परे हसि परे हसि च अतो नाम द्वयोः भेदः, तत्र सम्पूर्णरूपेण न वक्तव्यमस्ति, तत्र द्वयोः भेदः कः अति? भेदः पूर्वं तु असि परे अस्ति, अति परे आसीत् तत्र, परन्तु हसि च तत्र तु हसि परे अस्ति। हसि च इति हसि परे, अतो रोरप्लूतादप्लूते इति तत्र तु अति परे अति अपि च हसि, द्वयोः भेदः बहु समीचीनमस्ति, तावत् भवति चेत् बहु समीचीनम्। अस्तु अग्रे अग्रे कुर्मः तर्हि राजी भगिनी। श्रेयः योगः अनुपश्यामि, श्रेयोनुपश्यामि, विसर्गस्य परः अकारः अस्ति, अतः भाट्टसूत्रक्रमेण यदि वयं पश्यामः चेत् चतुर्थ सूत्रं कार्यं करोति, अतः परस्य विसर्जनीयस्य अतिहसि च उत्तमम्। अतः श्रेयः तावत् एव वदति चेत् कथं ज्ञायते यत् चतुर्थसोपानमस्ति, पुनः वदतु। श्रेयः योगः अनुपश्यामि, विसर्गस्य पुरतः अपि अकारवर्णः अस्ति, परः अपि अकारवर्णः अस्ति, अकारः अखरी अस्ति, अतः अतः परस्य विसर्जनीयस्य अति हसि च उत्तमम् इति सूत्रं कार्यं करोति तत्र। पुरतः अपि आवर्णः, परतः अपि आवर्णः, निमित्तं पुरतः परः अकारस्य निमित्तम् एव चतुर्थसूत्रं कार्यं करोति, अतः परस्य विसर्जनीयस्य अति हसि च उत्तमम्, अतः श्रेयोनु पश्यामि इति आगच्छति। तदनन्तरम् एङः पदान्तादिति इति सूत्रेण अकारस्य स्थाने अवग्रहचिह्नम् आगच्छति, यथा श्रेयोनु पश्यामि इति। शास्त्ररीत्या यदि वयं पश्यामः चेत् प्रथमः श्रेयस्सु अस् श्रेयसु अस्ति, सु ससजुषोदुः इत्यनेन ऋकारः, ऋकारः अतो रोरुप्लताद तप्लुते इत्यनेन प्लुतभिन्नह्रस्व अकारवर्तिनः रुसम्बद्धः रेपः अस्ति, अतः तस्य स्थाने उकारः आगच्छति, यः श्रेयोन् पश्यामि इति। तत्र अपि एङ वदान्तान्त इति सूत्रेण अवग्रहचिह्नम् आकाशस्थाने अवग्रहचिह्नम् आगच्छति श्रेयोन् पश्यामि इति रूपं निष्पन्नम्। हा वस्तुतः हा समीचीनमस्ति। पूर्वरूपादेशः इति वक्तव्यमस्ति। अवग्रहचिह्नम् अस्माकं सौकर्यार्थमस्ति, किन्तु पूर्वरूपादेशः द्वयोः कयोः अस्तु महोदय, कयोः कयोः स्थाने पूर्वरूपादेशः? अकारस्य स्थाने द्वयोः स्थाने अस्ति खलु, अतः अवग्रहचिह्नम् इति वदति चेत् तत्र अस्माकं बोधः सम्यक् न भवति। कयोः वर्णयोः स्थाने अस्ति नाम अकारस्य एव स्थाने इति चेत् तत्र कार्यं न सिद्ध्यति। श्रेयः न पश्यामि, श्रेयो न पश्यामि, उकारस्य स्थाने वा? उकारस्य तत्र उकारस्य का गतिः? तत्र प्रथमतया अतोरुरप्लुतादप्लुते इति उत्वम् उकारः, अनन्तरं किं जातम्? अनन्तरम् उकारस्य स्थाने अप्लुतः, अनन्तरम् एङ पदान्तादति इति सूत्रेण अतिपू तद् मध्ये किमपि अस्ति नो चेत् उकारः एव तिष्ठेत्। गुणसन्धि भूत्वा तत्र कयोः गुणसन्धिः? श्रेयः अनुपश्यामि, अत्र अकारयोः हा हा भवती जानाति सर्वं सर्वं जानाति। अत्र क्रमेण पश्येम, तत्र श्रेय श्रेयसु श्रेयसु अनुपश्यामि, सु ससजुषोरुः इति सूत्रेण सु आगच्छति, तदा तत् सु प्लुतभिन्न ह्रस्व अकारः उत्तरवर्तिरु सम्बन्ध उकारः तत्र, अतः इदानीं किमस्ति किं महोदय? हा तदानीं किमस्ति? तदानीम् उकारः आगच्छति, आहत्य आहत्य आहत्य किमस्ति? आहत्य श्रेयोन् पश्यामि, श्रेयः एकवारम् एकवारं यदा ससजुषोरुः तीनेन ऋत्वं भवति तदानीं किमस्ति? तदानीं तत् ऋत्वं रुसम्बन्धरेपस्य रुसम्बद्ध न न न अहं पृच्छामि यत् श्रेयसु श्रेयसु अनुपश्यति ससजुषरुः इति कस्य स्थाने रु आदेशः? विसर्गस्य स्थाने। हा तर्हि तदानीं किमस्ति तस्यां दशायां? किं कानि पदानि सन्ति तस्यां दशायां? श्रेयः सु अनुपश्यामि। श्रेयः इति कथम्? तत्र श्रेय योगः सु योगः अनुपश्यामि, अनन्तरं ससजुषरुः ससजुषरुः इत्यनेन ऋकारः आग ऋकारः इदानीं यथा भवती उक्तवती श्रेयसु अनुपश्यति ससजुषरुः इति सूत्रानन्तरं किमस्ति? न न यथा भवती उक्तवती स तत्र श्रेयसु अनुपश्यति अनन्तरं ससजुषोरुः तेन सु इति स्थाने रु खलु? तत्र किमस्ति इदानीं किमस्ति? श्रेयरु अनुपश्यामि हा इति अस्ति, श्रेयः योगः रु योगः अनुपश्यामि, ऋकारस्य स्थाने अतो रोरुप्लु ताद तादप्लुते इत्यनेन सूत्रेण उकारः आगच्छति। हा तत्र किमस्ति? तत्र इदानीं किमस्ति? श्रेयः योगः उकारयोगः अनुपश्यति। श्रेया उ अनुपश्यति, तत्र तदर्थम् अहं वदामि स्म, तत्र किमस्ति श्रेय अकारः पदान्ते अकारः उकारः मिलित्वा ओकारः आगच्छति, गुणसन्धि भूत्वा ओकारः, श्रेयो श्रेयोनु पश्यामि, तदनन्तरं अनुपश्यति, एकः पदान्तति इत्यनेन एकः पूर्वपरयोः इति सूत्रेण तत्र पर अकारस्य स्थाने अवग्रहः कथं वदनीयं महोदय तत्र अवग्रहः इति वा अवग्रहः किं वदनीयं न पुनः वदतु अहं न खामि स्म तत्र पुनः वदतु एङः पदान्तति इति सूत्र अत्र कार्यं करोति किल हा हा हा तत्र किमस्ति तत्र एकः पूर्वप्रयोगो संहितायां अत् वर्णस्य पर अत् वर्णः लोपः न भवति परन्तु विसर् अवग्रहचिह्नं वयं अवग्रहचिह्नमिति त्यजतु अवग्रहचिह्नं किं सौकर्यार्थं सौकर्यार्थमस्ति अत्र कार्यं किमस्ति कयोः वर्णयोः स्थाने किं भवति पश्यामि ओकारः अनन्तरम् अकारः श्रेयो पदान्तात् अति इति वर्णात् पूर्वपरयोस्थाने पूर्वरूपः एकादश एकः आदेशः भवति अत्र कयोः वर्णयोः ओकार अकार अकारस्य स्थाने पूर्वरूपः आदेशः भवति ओकार अकारयोः ओकारकोर्योः स्थाने द्वयोः स्थाने ओ अस्तु महोदय द्वयोः स्थाने एकः पूर्वरूप आदेशः भवति अतः श्रेयोनु पश्यामि इति पदं निष्पन्नम् हा नाम अवग्रहः न भवति चेदपि साधु रूपं तत्र सौकर्यार्थं लिखामः अत्र सूत्रेण न विहितमस्ति केवलं प्रदर्शनार्थं यत् अकारः आसीत् इति तावदेव समीचीनम् अग्रे गच्छेम तर्हि इदानीं सरलभगिनी अस्ति सरलभगिनी प्रश्नः अस्ति वा मेहुला अस्मि एकः प्रश्नः अवग्रहचिह्नः अपि तत्र अस्ति अतः यदि उच्चारणं करोति तत्र किं जानामि तत्र अकारः अस्ति चेत् अस्ति वा न बालोस्ति उदाहरणार्थं बालोस्ति तत्र यदि मात्र उच्चारणेन किं जानामि तत्र अकारः अस्ति यः किञ्चित् नाम भाषां जानाति सः तु जानाति श्रुत्वा जानाति खलु किन्तु तदर्थं वदामि यत् सौकर्यार्थं तस्य आवश्यकता नास्ति नितराम् आवश्यकता नास्ति अवग्रहचिह्नं सो तत्र नाम केवलं प्रदर्शनार्थं येषाम् अधिकं ज्ञानं नास्ति अथवा सौकर्यार्थं यत् तत्र अकारः आसीत् किन्तु तेन किमपि न भवति वस्तुतः कथं जानीमः इति नास्ति बालोस्ति इति श्रवणेन वयं जानीमः इदानीं खलु अन्यत् किमपि न भवितुमर्हति वस्तुतः तत्र अन्यथा अवगमनं भवितुमर्हति स्म वा नाम अन्यथा अवगमनम् इति अवगच्छति खलु अन्यथा अवगमनं न बालोस्ति मात्रा उच्चारणेन अन्यथावगमनम् इत्युक्ते दोषपूर्णबोधः अवग्रहचिह्नं नास्ति चेत् कः दोषपूर्णदोषः भवितुमर्हति स्म बोधः कः दोषपूर्णबोधः अन्यत् किमपि न सम्भवति वस्तुतः न सम्भवति अन्यत् किमपि न भवितुमर्हति किन्तु येन सर्वे सुलभतया अवगच्छेयुः तदर्थम् अवग्रहचिह्नं स्थापितमस्ति न भवति चेदपि समीचीनम् अस्तु भगिनि सरला भगिनि दिशः योग द्रवन्ति दिशो द्रवन्ति अत्र चतुर्थपाठसूत्रं कार्यं करोति अतः परस्य विसर्जनीय अति हसि च उत्वं विसर्गस्य पुरतः दकार अस्ति तत् अखरि अस्ति विसर्गात् प्राक् अकार अस्ति अतः चतुर्थपाठसूत्रं कार्यं करोति शास्त्रीयरीत्या दिशः दिशस् भवति शसदिशोरु तत्र अनुबन्धलोप लोपान्तरं दिशस् आगच्छति तत्र अनन्तरं रु ससजिशोरु सकारस्य स्थाने उकार आगच्छति अनुबन्धलोपानन्तरं दिश योग द्रवन्ति भवति अत्र अतः हसि च इति सूत्रेण उक्त्वं भवति रेफस्य स्थाने दिशो उत्तमम् आगत्य आद्गुण इति सूत्रेण गुणसन्धिः भवति अकार उकार द्वयोः स्थाने दिशो द्रवन्ति इति निष्पन्नं भवति हा हा हा तत्र बहु समीचीनमस्ति अस्तु अग्रिमं कुर्मः मेहुल् महोदय अविकम्पेन अत्र सः योगः अविकम्पेन इति द्वे पदाः सन्ति तत्र सः योगः अविकम्पेन तत्र विसर्गात् अनन्तरम् अकारः अस्ति विसर्ग द्वे पदः सन्ति इति सम्यक्तया वदतु अत्र भाषावर्गः अस्ति द्वे अत्र पदशब्दस्य प्रथमतया लिङ्गं किं पदानि पादौ पादौ सन्ति लिङ्गं किं पदशब्दस्य पदम् इति नपुंसकलिङ्गं हा नपुंसकलिङ्गशब्दः इदानीं वचनं किं द्विवचनं हा तर्हि पादेति किमस्ति पादे द्वयोः पादे हा हा पदं पदमिति अस्ति द्विवचनं भवति पदे खलु द्वयोः पदे द्विशब्दस्य रूपं किं भवति अत्र द्वयोः न काविभक्तिः अत्र पदे इति काविभक्तिः पदे पदे प्रथमाविभक्ति तत्र संख्याविशेषणमस्ति अतः विशेषणविशेषभावः नाम या विभक्तिः विशेषस्य सा एव विभक्तिः विशेषणस्य अपि तर्हि द्वे पदे अकारः अस्ति हा द्वे द्वे पदे विसर्गात् पूर्वम् अपि अकारः अस्ति अतः चतुर्थसोपानं कार्यं द्वे पदे अपि च क्रियापदं भवान् उक्तवान् सन्ति इति भवति वा द्विवचने न बहुवचने सन्ति तर्हि वाक्यं वदतु आहत्य द्वे पदे अकारः स्तः न द्वे पदे द्वे पदान्ते अकारः इति मास्तु द्वे पदे स्तः इति वाक्यं द्वे पदे स्तः आमां द्वे पदे स्तः अत्र द्वे पदे स्तः अत्र अकारः इति न वक्तव्यमस्ति आम् यदि यदि षष्टि वक्तुमिच्छति चेत् तत्र वक्तुं शक्नोति. द्वे पदे स्तः सः अथवा द्वयोः पदयोः अकारः इति. आमां धन्यवादः. तर्हि अत्र चतुर्थसोपानं कार्यं करोति. अतः परस्य विसर्जनीयस्य अति हसि च उत्तमम् इति सूत्रेण सः योगः अविकम्पेन. तत्र शास्त्रीयरीत्या वयं पश्यामः तर्हि प्रथमं सः सयोगः सुप्रत्ययः अस्ति. तत्र ससजुषोरुः इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः आगच्छति. अतः सर् योगः अनु अविकम्पेन इति भवति. तदनन्तरं सयोगः अतो खरवसानयो विसर्जने यः प्रसक्तिः खरवसान प्रसक्तिः नास्ति. तदनन्तरं रुसम्बद्धरेफस्य स्थाने उकारादेशः आगच्छति. अतः सयोगः उयोगः अविकम्पेन इति भवति. अनन्तरम् आद्गुणः इति सूत्रेण अवर्णात् अचिपरे अस्ति. अतः पूर्वपरयोः स्थाने एकादेशः आगच्छति. अतः सो विकम्पेन इति भवति. अनन्तरम् अकार ओकारयोः स्थाने एङ्गपदान्तादति इति सूत्रेण पूर्वपरयोः स्थाने पूर्वरूप एकादश आगच्छति. अतः सो विकम्पेन इति भवति. हा हा हा, बहु समीचीनमस्ति. अत्र अपवादभूतकार्यं किमपि नास्ति सः इति पदस्य, यतोहि अग्रे हल् वर्णः नास्ति. हल् वर्णः यदि स्यात् तत्र केवलं किं भवति स्म, सः गच्छति, स गच्छति इति भवति. यदि लोपः, बहु समीचीनमस्ति. लोपः अस्तु अस्तु. अत्र वारं वारं चतुर्थसोपानस्य कार्यमिति कृत्वा अग्रे शास्त्रीयरीतिः नापेक्षिता अस्ति. बहु सम्यक् अस्ति. अग्रे सप्तमम् अस्ति. केवलं साधारणतया भाट्टसूत्राणां तत्र विषयः अत्र जगन्नाथमहोदय अग्रे. पश्यतः योग केन शब्देन शेषे मुनेः आगच्छति इति प्रश्नः. तत्र पश्यतः योग मुनेः एव भवति. तस्य भाटसूत्रेण चतुर्थसोपानं कार्यं करोति. अतः परस्य विसर्जनीयस्य अतिहसि च उत्तमम् इति. विसर्गात् पूर्वम् अकार ह्रस्वाकार अस्ति. विसर्गात् परं हसि पदं हश् पदम् अस्ति. तस्मात् उकार आदेशः पश्यतो मुनेः इति परिणामः. हा हा, बहु समीचीनमस्ति. अस्तु अग्रे सहदेव महोदय वक्तुमिच्छति वा अग्रिमम्? महोदय केवलं शृणोमि. अस्तु अस्तु, नास्ति चिन्ता, नास्ति चिन्ता. जयन्ती भगिनी, भवती सिद्धा अस्ति अथवा श्रवणमितौ इदानीमपि? अहं पूर्णतया सिद्धा नास्मि भगिनी. अवश्यं पद्मा भगिनी. आं महोदय, प्रयत्नं करोमि. श्रूयते वा? हा हा, मां वदतु. अत्र संयुक्तपदम् अस्ति सर्वतोक्षि शिरोमुखं पदद्वयं सर्वतः योगः अक्षिशिर शिरोमुखं समीचीनं. भाटसूत्रं किम्? अत्र भाटसूत्रं चतुर्थसोपानं कार्यं करोति. अतः परस्य विसर्जनीयः अति हसि च उत्वं कार्यं करोति. प्रथमतः सर्वतः विसर्गपरस्य हसि अस्ति. इत्यनेन उत्वम् आगच्छति. हसि च इति उक्तं वा अत्र? सर्वतः विसर्गपरस्य चतुर्थपाठसूत्रम् अस्ति. चतुर्थपाठसूत्रमस्ति अत्र. अत्र अति अथवा हसि अस्ति? आम् आम् अत्र अति अस्ति. अकारः अस्ति. इत्यनेन उत्वम् आगच्छति. सर्वथा योगः उ योगः अक्षिशिरोमुखं तो सर्वतो सर्वतोक्षि आगच्छति. तदनन्तरं गुणसन्धि प्रसक्ति अस्ति. सर्वतोक्षि रोमुखम् आगच्छति. गुणसन्धिः अनन्तरं किम्? अनन्तरम् अतो रोरप्लुतादप्लुते शास्त्ररीति इति मास्तु. इदानीं केवलं तत्र गुणसन्धिः अस्ति, अनन्तरम् ओकार अकारयोः तत्र पूर्वरूपसन्धि पूर्वरूपसन्धि आगच्छति. समीचीनमस्ति. अस्तु अस्तु तर्हि इतः अग्रे सरेम. इदानीं विद्याभगिनी तत्र शीघ्रमेव अन्तिमम् उक्त्वा अग्रे गच्छेम. कूटस्थः योगः अक्षरः अत्रापि समानकार्यम् अस्ति. अत्र विसर्गस्य पुरतः अकारः, विसर्गात् प्राक् अकारः. अतः चतुर्थभाट्टसूत्रं कार्यं करोति. अतः परस्य विसर्जनीयस्य अतिहसि च उत्वम्. अतः प्रथमं विसर्गस्य स्थाने ऊकारः, अनन्तरम् आद्गुणः इत्यनेन ओकारः आगच्छति. कूटस्थो अनन्तरं पूर्वरूपसन्धिः एङ्गः पदान्तात् अति. ओकारः अकारयोः द्वयोः स्थाने ओकारादेशः, कूटस्थोक्षरः इति भवति. समीचीनम्. अग्रे अधो लिखिते श्लोके पदच्छेदं कुरुत. श्लोकं च तम् अवलम्ब्य यतोदाहरणं रिक्तस्थलानि पूरयत. श्रेयो हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानं विशिष्यते. ज्ञानात् कर्मफलत्यागात् शान्तिः अनन्तरम् इति अस्ति. पदच्छेदम् अस्ति. तत्र श्रेयो हि तत्र विसर्गसन्धिः अस्ति. श्रेयः योगः हि तत्र चतुर्थभाटसूत्रं हकारः अखर्वर्णः हश्वर्णः. अतः उत्तममागच्छति. श्रेयो हि श्रेयः हि इति पदच्छेदम्. अनन्तरं ज्ञानम् अभ्यासात् तत्र सन्धिः नास्ति. ज्ञानम् अभ्यासात् ज्ञानात् तत्र अभ्यासात् तत्र अभ्यासात् इति पदं जलां जशोन्ते इत्यनेन प्रथमं दकारः अभ्यासात्. अनन्तरं स्तोः शुनाश्चुः इत्यनेन तत्र जकारस्य प्रभावेन दकारः जकारः भवति. अभ्यासात् ज्ञानात् ज्ञानात् तत्र ज्ञानात् इति अस्ति, ज्ञानात् ध्यानं, तत्र तत्रापि पुनः जलां जशोन्ते ज्ञानात् इति पदम्, अतः तत्र तकारस्य दकारः ज्ञानात् विशिष्यते, ज्ञानात् ध्यानं विशिष्यते. अनन्तरं बहु समीचीनमस्ति. हा किमिति अनन्तरं अग्रे वदामि वा? सुब्रह्मण्यं अग्रे. महोदय, इदानीमत्र ध्यानात् कर्मफलत्यागास्त्यागाच्छान्तिरनन्तरम् इदस्ति. अत्र ध्यानात् योगः कर्मफलत्यागः अस्ति. अत्र अत्र खरीच इत्यनेन अत्र ध्यानात् प्रथमं जलां जशुन्ते इत्यनेन तकारः, अनन्तरं खरीच इत्यनेन तकारः. ध्यानात् कर्मफलत्यागः, अत्र कर्मफलत्यागः योगः त्यागात् अस्ति. ध्यानात् पदान्ते अस्ति किल महोदय, ध्यानात् तकारः पदान्ते अस्ति, अतः तकारः दकारः भवति, अनन्तरं खरीच इत्यनेन दकारः तकारः भवति किल. अत्र खरीच अत्र तस्य अपवादः अस्ति. परन्तु तादृशचिन्तनं वयं कृतवन्तः महोदय. तकारः अत्र ध्यानात् तकारस्य स्थाने दकारः इति वक्तुम् इच्छति. किमर्थमित्युक्ते पदान्ते तकारः अस्ति, अनन्तरं खरीच इत्यनेन अत्र दकारः पुनः तकारः भवति इति तादृशचिन्तनं वयं कृतवन्तः. वयं कृतवन्तः. तत्र द्रष्टव्यम् अपवादः अस्ति वा? एकनिमेषः. अत्र यतोहि अत्र खरीचात्यस्य किन्तु सत्यं तत्तु चतुर्थाध्यायः अस्ति इति कृत्वा असिद्धं भवति. अपि च अन्यत्र लब्धावकाशः अस्ति. अस्तु अग्रे. अत्र कर्मफलत्यागः योगात् योगः त्यागात्, अत्र कर्मफलः त्यागात् अस्ति. अत्र प्रथमभाट्टसूत्रं कार्यं करोति, अतः सकारः विसर्जनीयस्य स्थाने सकारः. कर्मफलस्त्यागात् त्यागात् योगः शान्तिः. इदानीम् अत्र किं भवति इत्युक्ते प्रथमं पुनः अत्र जलां जशोन्ते इत्यनेन दकारः, अनन्तरं स्तोःश्चुनाश्चुः इत्यनेन दकारः जकारः भवति, अनन्तरं खरीच इत्यनेन जकारः चकारः भवति, अनन्तरं षष्ठोटी इत्यनेन अत्र शकारः छकारः भवति. अतः कर्मफलत्यागाच्छान्तिः इति भवति. इदानीमत्र शान्तिः योगः अनन्तरम्, अत्र अखर्वर्णः अस्ति विसर्गस्य अनन्तरं, पूर्वम् इकारः अस्ति इच् वर्णः, अतः द्वितीयभाट्टसूत्रं भूत्वा रेपः आगच्छति. अतः शान्तिः शान्तिरनन्तरं पूर्णतया अत्र ध्यानात् कर्मफलत्यागात् कर्मफलत्यागास्त्यागाच्छान्तिरनन्तरम् इति पूर्णतया अत्र. सम्यक् सम्यक्. इति कृत्वा अत्र कुत्रचित् विसर्गसन्धिः, कुत्रचित् हल्सन्धिः. हल्सन्धिः एतत् सर्वं वयम् अधीतवन्तः, अतः तस्य पुनस्मरणं बहु समीचीनम्. एकः प्रश्नः अस्ति महोदय अत्र. सुब्रह्मण्यमहोदय उक्तवान् ध्यानात् दकार भवति, तस्मात् परं पुनः तकार भवति. अत्र एतत्तु पदगत पक्ष संस्कारपक्ष वा वाक्यगत संस्कारपक्ष भवति वा? अत्र अत्र तथा तादृशं नापेक्षितमस्ति. अत्र तादृशं चिन्तनं भवति यत् यत्र यत्र विसर्गसन्धिः अस्ति अत्र विसर्गसन्धिः नास्ति. अस्तु अस्तु अस्तु. विसर्गसन्धिप्रसङ्गे प्रश्नः समीचीनः अस्ति. अस्माकं भ्रमः न स्यात्. अत्र वाक्यगतसंस्कारः इति वक्तुं शक्यते, किन्तु तादृशं जटिल्यं न पृष्टम् अस्ति अत्र. यतोहि पक्षद्वयमेव न भवति वस्तुतः. अत्र यथा वर्णः अस्ति तथा कर्तव्यमस्ति. यत्र विसर्गसन्धिः अस्ति तत्र तादृशं चिन्तनमस्ति. अस्तु, अग्रे गच्छेम. अस्तु, भवान् एव वदतु अग्रे पदच्छेदं कुरुता. अभ्यासात् योगः ज्ञानं. एतत् सर्वं जातम्. एतत् सर्वं जातमस्ति. अग्रिमः अभ्यासः. निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्. अत्र निर्द्वन्द्वो तत्र निः द्वन्द्वः निधिः निः इति त्यजामः. अस्तु, निर्द्वन्द्वः नित्यसत्त्वस्थः निर्योगक्षेमः आत्मवान् इति तस्य परिणामो भवति. निर्द्वन्द्वः इति तत्र चतुर्थसोपानं भवति. अग्रे तस्य अतोरोप्लुताप्लुते इति न एतत् सर्वं नापेक्षितम् अस्ति. अस्माकम् अन्तिमं दिनमस्ति, तत्र न समापयिष्यामः इति कृत्वा अत्र केवलं भाटसूत्रं किम् अस्ति इति उक्त्वा. अस्तु, निर्द्वन्द्वो नित्य सत्त्वस्थः एते द्वयो मध्ये चतुर्थसोपानं तस्य निर्द्वन्द्वः नित्यसत्त्वस्थो तादृशमेव अग्रिमे अपि सत्त्व नित्यसत्त्वस्थो स्थाने नित्यसत्त्वस्थः चतुर्थसोपानम् अत्र प्रदर्शितं. नित्ययोगक्षेम अत्र तु पञ्चमसोपानं विसर्गलोपः भवति. नित्ययोगक्षेमः आचीयति. आची, बहु समीचीनमस्ति. अस्तु, अग्रे तर्हि सरला भगिनी अग्रे. दीपो निवासस्थो न, दीपः निवासस्थः न. अत्र दीपः निवासस्थः चतुर्थसोपानं भाटसूत्रं कार्यं करोति. निवासस्थः तत्र अपि चतुर्थसोपानं कार्यं करोति. अस्तु, बहु समीचीनमस्ति. अग्रे राजेन्द्रमहोदय अग्रे. आम्, यतो निश्चरति. अत्रापि यतः निश्चरति. अत्रापि चतुर्थपाठसोपानं कार्यं विसर्गस्य उत्तमम् आदेशः भवति. तथा यतो निश्चरति हसि हसि इति अस्ति. अस्तु, बहु समीचीनमस्ति. अग्रे राजी भगिनी. यो यो यां, यः यां. अत्रापि द्वयोः स्थलयोः मध्ये चतुर्थ भाटसूत्रं कार्यं करोति. अतः परस्य हसि च उत्तमम् इति सूत्रेण हसि तत्र हष् वर्णस्य हष् प्रत्ययस्य वर्णः अस्ति. अतः यः यः यां, यो यो यां. हा हा हा, सम्यक् सम्यक्. अस्तु, अग्रे तर्हि मेहुल् महोदय अग्रे यदृशः लाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः अत्रापि त्रीणि पदानि सन्ति यदृच्छालाभ सन्तुष्टः द्वन्द्वातीतः विमत्सरः अत्रापि चतुर्थसोपानं कार्यं करोति विसर्गात् अनन्तरं हश्वर्णः अस्ति अतः द्वयोः स्थाने चतुर्थं सोपानं कार्यं करोति समीचीनमस्ति अस्तु अग्रे पद्मभगिनी अग्रे पद्मभगिनी अग्रे वदति वा आं महोदय श्रूयते वा आम् असीतो देवलो व्यासः अत्र असीतः देवलः व्यासः पदानि विभजनम् अस्ति अत्र भाट्टसूत्रं चतुर्थसोपानं कार्यं करोति असीतः परस्य दकारः हषि अस्ति लकारः देवलः अनन्तरं वकारः हषि अस्ति इत्यनेन चतुर्थसोपानं कार्यं करोति समीचीनमस्ति बहु सम्यक् अस्ति अस्तु इतः अग्रे सरेम अधुना सर्वे उक्तवन्तः तिपाति अस्तु विद्याभगिनी अग्रे उक्तो ऋषिकेशो गुडाकेशेन तत्र पदच्छेदम् अस्ति उक्तः पदच्छेदः अस्ति उक्तः ऋषिकेशः गुडाकेशेन अत्र उक्तः ऋषिकेशः तत्र चतुर्थपाठसूत्रं कार्यं करोति उकारादेशः भवति उक्तो ऋषिकेशः अनन्तरं ऋषिकेशः योगः गुडाकेशेन तत्रापि चतुर्थपाठसूत्रं कार्यं करोति उत्तमम् आगच्छति ऋषिकेशो गुडाकेशेन उत्तमम् अनन्तरं गुणसन्धिः अस्तु सम्यक् अस्ति अग्रे भवत्येव यतोदाहरणं प्रक्रियां लिखत उदाहरणं नतः योगः अपि तत् अत्र विसर्गस्य पुरतः अकारः विसर्गात् प्राक् अकारः अत्र चतुर्थसोपानं कार्यं करोति विसर्गस्य स्थाने उकारादेशः अनन्तरम् आद्गुणः इत्यनेन गुणसन्धिः ञतोऽपि इति भवति अन्तिमसोपाने पूर्वरूपसन्धिः अपि भवति ञतो अपि इति अत्र तेषां कृते नूतनं किन्तु वयं तु आरम्भतः एव वयं कुर्मः स्म इति कृत्वा नूतनं किमपि नास्ति तथापि एकवारं वदेम अनन्तरम् अग्रे सरेम तर्हि राजीभगिनी अग्रे सामवेदः योगः अस्मि तदा तत्रापि सामवेदः अकारः परतः अपि अकारः पुरतः प्राक् अपि अकारः अस्ति अतः चतुर्थ भाटसूत्रं कार्यं करोति अतः परस्य अति च उत्तमं तथा सामवेदोऽस्मि तदनन्तरं गुणसन्धिः भूत्वा सामवेदोऽस्मि तदनन्तरं पूर्वरूपसन्धिः भवति पूर्वरूपः आदेशः भवति ओकार अकारयोः स्थाने पूर्वपदादेशः तत्र पुनः वदतु तत्र प्रदर्शयतु एकवारं यतोहि भ्रमः आसीत् गते अकारस्य अकारः प्राक् सामवेदः विसर्गस्य पुरतः अकारः अस्ति परः अपि अकारः अस्ति अतः चतुर्थभाटसूत्रं कार्यं करोति सामवेदोऽस्मि इति शास्त्ररीत्या यदि वयं पश्यामः चेत् सामवेदस् अस्मि सामवेदसो अस्मि तदनन्तरं उकारः आगच्छति सामवेद उ अस्मि तदनन्तरम् अकार उकारयोः मेलनेन गुणसन्धिः भूत्वा सामवेदोऽस्मि तदनन्तरम् एकपदा तत्र समवेदोऽस्मि इति न समवेदो अस्मि सामवेदो अस्मि. तदनन्तरम् अकारः ओकारयोः स्थाने पूर्वरूपसन्धिः आदेशः भवति. सामवेदोऽस्मि. हा सम्यक् सम्यक्. तत्र पूर्वरूप तत्र विधायकसूत्रम् एङः पदान्तादति. हा हा अस्तु, बहु सम्यक् अस्ति भगिनि. अग्रे गच्छेम. अधुना राजेन्द्रमहोदय अग्रे. आम् आं महोदय. क्रोधः अभिजायते, अत्रापि चतुर्थ बाटसूत्रं कार्यं करोति. विसर्गस्य पुरतः अति अस्ति, पूर्वं ह्रस्वकारः अस्ति. अत्र विसर्गस्य स्थाने ओकारः प्रथमं तु उकार आदेशः भवति, अतः रोरपलुत आदिपलुते तत् तेन सूत्रेण. तदनन्तरं उकारस्य गुणः भूत्वा ओकारः भवति आदिगुणसूत्रेण. तदनन्तरम् एनः पदान्तात् अति, तत्र मिलित्वा तत्र पूर्वपरिह स्थाने पूर्वरूपादेशः भवति. क्रोधो अभिजाय क्रोधोऽभिजायते निष्पन्नं भवति. अस्तु सुन्दरं. जगन्नाथमहोदय अग्रे. शक्यः योगः अवाप्तुम् अत्र स अत्र तु चतुर्थसोपानं शक्यः विसर्गस्य स्थाने उकारम् उकारः शक् पूर्वरूपसन्धि अपि मिलित्वा शक्यो शक्यो वाप्तुम् इति परिणामः. अस्तु, बहुवारम् एतत् सर्वं कृतवन्तः. अग्रिमं तत्र रूपं किमस्ति? स्वभावः, अध्यात्मं, रूपं किं भवति? अहमेव वा? हा वदतु. हा स्वभावः स्वभावोऽध्यात्मम्. पुनः वदतु. स्वभावोऽध्यात्मम् स्वभावोऽध्यात्मम्. अस्तु अन्तिमं मेहुल् महोदय अग्रिम. अन्तिमम् अन्तिमं स्थितोऽस्मि इति भवति. स्थितोऽस्मि. हा भवान् एव अग्रे. रिक्तस्थलानि पूरयत. धृतराष्ट्र उवाच. अत्र धृतराष्ट्रः उवाच इति भवति. अत्र भाटसूत्रं पञ्चमं भाटसूत्रं कार्यं करोति. विसर्गात् पूर्वम् अच् अस्ति, अनन्तरम् आत्वा इच् अस्ति, अतः विसर्जनीयस्य लोप आचिलोपः इति सूत्रेण विसर्जस्य लोपः भवति. हा बहु समीचीनमस्ति. अस्तु इति अग्रे गच्छेम. तत्र सरला भगिनी अग्रे. कर्म फलहेतुः हेतुर्भू मा. हेतुः तस्य तृतीय भाटसूचे कार्यं करोति. इष् प्रत्याहार भू अखरि अस्ति, उकार अचि प्रत्याहारे अस्ति, तत्र रेफा कर्मफलहेतुर्भू. तदनन्तरं विसर्गस्य लोपः भवति चतुर्थसूत्रं कार्यं भो भवति भो भोम चतुर्थसूत्रं कार्यं करोति. हसि एकनिमिष अत्र सूत्रं किं वदति? प्रथमं द्वितीयसूत्रं कार्यं करोति. कर्मफल अलहेतुर्भू तत् भाटसूत्रं किं? भाटसूत्रं द्वितीय इति प्रत्याहारे अस्ति उकार. हा इति कृत्वा रेफः. अनन्तरं भूः योगः मा इति योगमा. अत्र चतुर्थसूत्रं कार्यं करोति. हस्तप्रत्यय ऊर्ध्वम् आगच्छति विसर्गस्य भो भवति नास्ति क्षम्यता पुनः रेफा आगच्छति उकार अपि प्रत्याहारे अस्ति भूर्मा भवति इच् प्रत्याहारे इच् इचः परस्य विसर्जनीयस्य रेफः अखरि खलु अस्तु अग्रे गच्छेम अग्रे सुब्रह्मण्य महोदय आं महोदय इदानीमत्र निराशीर्निर्ममो भूत्वा अस्ति अत्र निराशीः निराशीः निर्ममः भूत्वा अत्र प्रथमं द्वितीयभाट्टसूत्रम् अनन्तरं चतुर्थभाट्टसूत्रं महोदय हा समीचीनं सुन्दरम् अस्तु अग्रे राजेन्द्रमहोदय अग्रे आम् आं महोदय संमिद्धोऽग्निः अत्र संयुक्तः अत्र चतुर्थ भाटसूत्रं कार्यं करोति अत्रापि उत्तमम् आगच्छति तत् ओकारः भवति समृद्धः अग्निः भस्मसात् अत्र तु तत्र अत्र द्वितीय भाटसूत्रं कार्यं करोति प्रथमं तु चतुर्थभाटसूत्रम् अनन्तरं द्वितीय भाटसूत्रं कार्यं करोति अग्निः अग्निः भस्मसात् तत्र भवति हा प्रथमतया चतुर्थः अनन्तरं द्वितीयः खलु अस्तु समीचीनम् अस्तु राजी भगिनी अग्रे सुखः योगः अन्तरारामः योगः तथा सुखोन्तरारामस्तथा प्रथमं चतुर्थ सूत्रं कार्यं करोति अकारस्य अकारः प्रथमः अकारः परः अस्ति अतः अति च भूत्वम् इति सूत्रं कार्यं करोति तदनन्तरं गुणसन्धि भूत्वा सुखो अन्तरारामः इति आगच्छति तदनन्तरम् एङः पदान्तादति इति सूत्रेण सुखेन्तरारामः इति आगच्छति अन्तरारामः योगः तथा तत्र किं भवति प्रथमरूपं किमस्ति सुखोन्तरारामः अस्तु तदनन्तरम् अन्तरारामः योगः तथा प्रथमभाटसूत्रं कार्यं करोति विसर्जनस्य परः करिवर्णः अस्ति अतः अन्तरारामस्तथा इति आगच्छति सकारः आगच्छति सुकोन्तरारामस्तथा इति निष्पन्न अस्तु समीचीनमस्ति पद्मा भगिनी अग्रे आं महोदय तपस्तिवभ्योऽधिको योगी पुनः पठतु तपस्सिभ्योऽधिको योगी तपः तत्र त्रीणि पदानि सन्ति तपः इति तपस्वी तपस्वीः न तपस्वीभ्यो इति प्रथमपदमस्ति तपस्विभ्यः योगः अधिकः योगी तपस्विभ्यः योगः अधिक अत्र भाटसूत्रं द, क्षम्यतां महोदय, चतुर्थसूत्रं कार्यं करोति अत्र. इत्यनेन उत्वम् आगच्छति. तदनन्तरं पूर्वरूपसन्धि भूत्वा तपस्सिभ्योऽधिको आगच्छति. क्षम्यतां, तपस्सिभ्योऽधिकः आगच्छति. अधिकः योगः योगी अत्र विसर्ज अत्रापि चतुर्थसूत्रम् आगच्छति, कार्यं करोति. अधिकः योगः योगी अत्रापि. अस्तु, मेहु महोदय अग्रे. सामैस्तैस्तैर्हृतज्ञानः अत्र सामः एतै पुनः पदविचारं करोतु पुनः. कामैस्तैस्तैर्हृतज्ञानः कामः कामः कामः इति न कामैः तत्र यत् वयम् अधीतवन्तः तदाधारेण वदतु कामः इति कथमस्ति. तत्र ऐकारः अस्ति खलु, ऐकारः. कामैः तैः तैः हृतज्ञानः कामैः तैः तैः हृतज्ञानः अत्र कामैः तैः तत्र द्वितीय सोपानं कार्यं करोति. विसर्गात् पूर्वं इच् वर्णः अस्ति. किन्तु अग्रे किमस्ति? अग्रे तैः ऋतज्ञानः तत्र न न तत्र प्रथमसन्धिः कामैः तैः कामैः तैः अग्रे कः नाम पूर्वमस्ति ऐकारः अग्रे अग्रे अपि तकारः अस्ति, अखर्वर्णः अस्ति, अतः सकारः आगच्छति, प्रथमं सोपानं कार्यं करोति. अत्र पूर्वं किम् अस्ति इति न द्रष्टव्यं खलु, खर्वर्णः अग्रे अस्ति चेत् पर्याप्तं खलु. कामैः तैः तत्र प्रथमं सोपानं कार्यं करोति, अनन्तरं तैः तैः तत्रापि प्रथमं सोपानं कार्यं करोति. अतः कामैस्तैस्तै अनन्तरं हृतज्ञानः तत्र द्वितीयं सोपानं कार्यं करोति. अतः विसर्जनीयस्य विसर्गस्य स्थाने रेफः आगच्छति. तत्र किमर्थं द्वितीयम् इचः परस्य विसर्जनीयस्य विसर्गात् पूर्वम् इच् वर्णः अस्ति, अतः रेफः आगच्छति. नाम प्रथमतया अग्रे खर्वर्णः नास्ति, अकारः अतः द्वितीयं सूत्रम् आरोढव्यमस्ति. तत्र तत्र किमस्ति? तत्र विसर्गात् पूर्वम् इच् वर्णः अस्ति अग्रे, अतः विसर्गस्य स्थाने रेफः आगच्छति. न न न पूर्वम् इच् अतः इति ततः अग्रे किमस्ति? अखरि विसर्जन अस्तु पूर्वमेव उक्तवान् अखर् इति नाम द्वयो तत्र स्थितिद्वयमपि मनसि भवेत्. नाम खर् वर्णः नास्ति इति कृत्वा प्रथमं सूत्रं नास्ति, अनन्तरं द्वितीयसूत्रे अच् इच् वर्णः अस्ति अपि च अखर् अखर् बहु समीचीनमस्ति. आहत्य कामैः तैः तैः ऋतज्ञानः इति भवति. अनन्तरम् अग्निर्ज्ञानाः ऋतज्ञानः ऋतज्ञानाः ऋतज्ञानाः अस्तु, समीचीनमस्ति, बहु सम्यक् अस्ति. अग्रे गच्छेम महोदय. अहं प्रयत्नं करोमि वा अग्रिमं अस्तु करोतु भगिनि. अस्तु. अग्निः योगः ज्योतिः योगः अहः. अत्र विसर्गात् विसर्गस्य अनन्तरं जकारः अखर् वर्णः विसर्गात् प्राक् इच् वर्णः. अतः द्वितीयं भाटसूत्रं कार्यं करोति. इचः परस्य विसर्जनीय स रेपः अखरि इति. अतः अग्निर्ज्योति ज्योतिः इति भवति. पुनः अ इति अखर् वर्णः विसर्गस्य अनन्तरं तस्मात् प्राक् इच् वर्णः. अतः पुनः द्वितीयं सोपानमेव ज्योतिर् अहः इति. अतः अग्निर्ज्योतिर् अहः इति भवति. हा इति जयन्ती भगिनी अस्ति खलु. अस्तु, बहु समीचीनं वा, बहु सम्यक् अस्ति. धन्यवादः. अस्तु, अस्तु, अग्रे गच्छेम तर्हि. इदानीं सहदेव महोदय तत् प्रयत्नं करोति वा अथवा शृणोति एव? महोदय, एकः सन्देहः. महोदय, ज्योतिर् अहः मिलित्वा ज्योतिरहः इति आगच्छति किल. रेपः योगः अकारः विल् बिकम् रा किल. भगिनी उक्तवती, भगिनी ज्योतिर् अहः इति उक्तवती. ज्योतिर् अहः इति उक्तवती. भवती किं वक्तुम् इच्छति? ज्योतिरहः ज्योतिरः इति खलु. अकारम् उच्चारणं न करणीयं किल. रेपः योगः अकारः रेप एव भवति. ज्योतिरः न न तत्र नितरां नावगच्छामि. अत्र वार्ता का? अत्र रेफः इति भगिनी उक्तवती. अत्र किमस्ति ज्योतिर् अहः इति उक्तवती. मम प्रश्नः, ज्योतिरहः वा आर् ज्योतिर् अहः वा? न न, द्वयोः भेदः कः? रेफः उभयत्र न. अकारः न, अकारः उच्चारणं करणीयं वा? अकारस्य उच्चारणं करणीयं वा? ज्योतिरहः अकारः अवश्यमस्ति, कथं वा न स्यात्? मम सन्देहः महोदय, ज्योतिर् अहः इति न न उच्चारणं. नाम ज्योतिर् ज्योतिर्हः इति वा? न, ज्योतिरहः किल. ज्योतिरहः अथवा कः अन्यः विकल्पः कः आसीत्? ज्योतिर् अहः. ज्योतिर् अहः नाम तत्र उभयत्र रेफः खलु? आम् आम् महोदय. भेदः कः? भेदः कोऽपि नास्ति. भेदः कोऽपि नास्ति. प्रश्नः कः? प्रश्नः उच्चारणे. सुब्रह्मण्यं महोदय तत्र स्पष्टीकरोतु कृपया. अत्र प्रायः भगिन्याः संशयः वा प्रश्नः अस्ति. अत्र मध्ये किञ्चित् व्यवधानम् आसीत्, तत् समीचीनं वा इति. अत्र सन्धिः अस्ति खलु संहितायां विषये. अत्र अत्र व्यवधानं किमपि नास्ति. ज्योतिरहः ज्योतिरहः ज्योतिर् अहः इति न, ज्योतिरहः इति वा प्रश्नः भगिनी? आं महोदय, प्रश्नः तादृशं नास्ति. प्रश्नः, अहं चिन्तितवती भगिनी यदा उक्तवती, सा उक्तवती ज्योतिर् अहः इति किञ्चित् विरामं कृत्वा कृतवती. अहम् उक्तवती अस्तु, विरामं न, विरामः नास्ति, विरामः तत्र प्रायः सम्यक् एव उक्तवती इति. विरामः नास्ति. अस्तु, विरामः नास्ति. यत्र सन्धिः अस्ति तत्र विरामः नास्ति इति तु सत्यं. महोदय नमस्कार, अहं मेहुलः अस्मि. अहं वित्तकोषे अपायिण्ट्मेण्ट् अस्मि, अतः अहं गन्तुम् इच्छामि. हा हा हा, भवान् उक्तवान् एव. बुद्धं बुद्धं प्राप्तं. धन्यवादः. धन्यवादः. मिलामः. मिलामः. अस्तु, अग्रे गच्छेम. तत् सहदेव महोदय प्रयत्नं कर्तुम् इच्छति वा? अस्तु महोदय, चिन्तयामि. अनन् याः योगः चिन्तयन्तः योगः माम् सम्यक् सम्यक् आम् चिन्तयामि अनन्याः योगः चिन्तयन्ताः चकारः करवर्णः अनन्तरं प्रथमसोपानं करोति अनन्तरं चिन्तयन्ताः योगः माम् हलि मकारः हशि अस्ति चतुर्थसोपानं करोति इति महोदय सत्यं सत्यं बहु समीचीनमस्ति बहु सम्यक् अस्ति अनन्याः इति प्रथमसोपानं भवता उक्तमस्ति अनन्तरं नाम सकारः आगच्छति अनन्तरं किं भवति सकारः सकारः अत्र षकारः अस्ति खलु षकारः आदेशः तर्हि किमर्थं खर्वर्णः चकारः खर्वर्णः अतः सकारः भवति सत् सकारः किन्तु सकारस्य स्थाने तालविषकारः जातः वदतु वदतु बहु सम्यक् इत्यनेन तालव्यषकारः सकारस्य स्थाने तत्र चकारस्य प्रभावेन इति अस्ति अस्तु विद्याभगिनी अग्रे बहु सम्यक् महोदय अग्रे विद्याभगिनी याभिः योगः विभूतिभिः योगः लोकान् अत्र याभिः योगः विभूतिभिः तत्र विसर्गस्य पुरतः अकर्वर्णः विसर्गात् प्राक् इच् वर्णः अतः द्वितीयसोपानं विसर्गस्य स्थाने रेपः आगच्छति इचः परस्य विसर्जनीयस्य रेपः अकरि इति सूत्रेण याभिर्विभूतिभिः इदानीं विभूतिभिः योगः लोकान् अत्र लोकान् अखर्वर्णः विसर्गात् प्राक् इच् वर्णः पुनः द्वितीयं सोपानं विसर्गस्य स्थाने रेपः विभूतिभिर्लोकान् अतः याभिर्विभूतिभिर्लोकान् अस्तु समीचीनमस्ति सुब्रह्मण्यमहोदय आं महोदय इदानीमत्र वायुर्यमोऽग्निर्वरुणः अत्र वायुः योगः यमः योगः अग्निः योगः वरुणः वायुः योगः यमः अत्र द्वितीयसोपानम् अतः रेपः यमः योगः अग्निः अत्र चतुर्थसोपानं प्रथमम् उत्वम् अनन्तरं गुणसन्धिः अनन्तरं पूर्वरूपसन्धिः अग्निः योगः वरुणः अत्र द्वितीयसोपानम् अतः रेपादेशः आहत्य वायुर्यमोऽग्निर्वरुणः वायुः योगः यमः योगः अग्निः योगः वरुणः इति अस्ति बहु सम्यक् अस्ति अग्रे जयन्ति भगिनी अग्रिमं करोति वा श्रद्धानाः योगः मत्परमाः योगः भक्ताः विसर्गस्य अनन्तरं अखर् अस्ति अखर् वर्णः तस्मात् प्राक् आत् इति वा आत् सत्यं अतः तृतीयं तृतीयं भाटसूत्रं कार्यं करोति अतः परस्य विसर्जनीयस्य लोपः अखर् इति अतः श्रद्धानामत्परमाः इति भवति अनन्तरं विसर्गस्य अनन्तरं अखर्वर्णः तस्मात् प्राक् आत् पुनः तृतीयं सोपानमेव तृतीयं पाठसूत्रमेव आतः परस्य विसर्जनीयस्य लोपः करि अतः आहत्य श्रद्धानामत्परमा भक्ताः इति भवति. वा बहु समीचीनमस्ति. सुन्दरं सुन्दरं. राजेन्द्रमहोदय. आम् आं महोदय. सः भूयः अभिजायते. अत्र अत्र तु अस्ति स विसर्गस्य लोपः भवति अत्र एतत् तदो सुलोपो को समासे तेन सूत्रेण स भूय भूय अत्र चतुर्थसोपानं कार्यं करोति. भूयो विजायते स भूयो विजायते निष्पन्नं भवति. हा इति अस्ति सम्यक्. अग्रे अग्रे अस्ति जगन्नाथमहोदय. अग्रे अप्रकाशो प्रवृत्तिश्च इति अप्रकाशः अप्रवृत्तिः च इति अप्रकाशः अत्र चतुर्थसोपानं प्रवृत्तिः च इति मध्ये तु प्रथमसोपानं तत्र सकारादेशो स्तोः स्तु नास्तु इति आगत्य तालव्यशकारो भवति. समीचीनमस्ति. सरलाभगिनी अग्रे. वैश्वानः योगः भूत्वा अत्र चतुर्थ भाटसूत्रं कार्यं करोति. भूत्वा अखरी अस्ति, विसर्गात् प्राक् अकारः अस्ति, उत्तमम् आगच्छति. वैश्वानरो भूत्वा इति भवति. हा हा हा सम्यक् सम्यक् अस्तु. अग्रे राजी भगिनी. अग्रे कामः क्रोधस्तथा कामः क्रोधः तथा कामः क्रोधः विसर्जनीयस्य परे करवर्णः अस्ति. पेतु विसर्गः प्रथमपाठसूत्रं कार्यं करोति. कामः क्रोधः तदनन्तरं कुपो कः पौ इति सूत्रेण अर्धविक विसर्गः तत्र आगच्छति. कामः क्रोधः क्रोधः तथा तत्र विसर्गस्य परः करिवर्णः करवर्णः अस्ति. ततः सकारः आगच्छति क्रोधस्तथा इति आगच्छति. कामः क्रोधः तथा. सुन्दरं बहु समीचीनमस्ति. अस्तु अग्रे गच्छेम. अधुना पुरुषो यो यत् अत्र पुरुषः योगः यः योगः यत् तत्र पुरुषः योगः यः अत्र विसर्गस्य परतः अकर्वर्णः विसर्गात् प्राक् ह्रस्व अकारः अतः तत्र चतुर्थं सोपानम् अत्र उत्तममागच्छति. पुरुषो यः इति भवति. अनन्तरं यः योगः यत् तत्रापि चतुर्थं सोपानम् उकार विसर्गस्य स्थाने उत्वं यो यत् पुरुषो यो यत् इति अस्ति. सम्यक् अस्तु. अग्रे पद्मा भगिनी. अग्रे महोदय. नीतिर्मतिर्मम नीतिः मतिः मम नीतिः मतिः अत्र द्वितीयसोपानं कार्यं करोति. इचपरस्य विसर्जनीयस्य रेफा इत्यनेन रेफा आगच्छति. नीतिर्मतिः मम अत्रापि द्वितीयसोपानं कार्यं करोति. इत्यनेन नीतिर्मतिर्मम. सम्यक् सम्यक् अस्तु. त्रिषु निमेषेषु किञ्चित् पश्येम. अग्रे तत्र अग्रे तत्र नाम अध्ययस्य आरम्भे कथा आसीत् कथा कथां पश्येम एकवारम्। अत्र किं लिखितमस्ति इति विद्याभगिनी पठतु कृपया। एकनिमिषं महोदय। सप्तचत्वारिंशत्तमे पुटे। अस्तु। ऐन्स्टैन् उवाच कथां कथाम्। अस्तु। एतं प्रसङ्गं सावधानं पठत। अल्बर्ट् ऐन्स्टैन् महोदयः रिलेटिविटि थियरि इति किञ्चित् सिद्धान्तं प्रतिष्ठापितवान्। एतस्य सिद्धान्तस्य अवगमने भौतिकशास्त्रस्य ज्ञानम् अत्यन्तम् आवश्यकं भवति। वस्तुतः भौतिकशास्त्रज्ञानम् अपि एषः सिद्धान्तः दुरवगमः युगः एव। ऐन्स्टैनः अतः पुनः वदतु तत्र सन्धिसहितरूपं। दुरवगम एव। अस्तु अग्रे। ऐन्स्टैनः एतं सिद्धान्तम् आविष्कृत्य काश्चित् भौतिकशास्त्रज्ञानं सविस्तारं बोधितवान्, परन्तु तैः सः सिद्धान्तः न अवगतः योगः एव। एवं चेत् एतं सिद्धान्तं कथम् अवगमयानि इति सः नितरां चिन्तितः योगः अभवत्। कदाचित् तस्य मनसि विशिष्टं किमपि उदाहरणं स्फुरितम्। सः चिन्तितवान् यत् यदि एतेन उदाहरणेन अहं पाठयामि तर्हि नूनं सर्वे तं सिद्धान्तं ज्ञातुं शक्नुयुः इति। ततः सः एतावता किमस्ति आल्बर्ट् ऐन्स्टैन् महोदयः रिलेटिविटि थियरि इति सिद्धान्तः प्रतिष्ठापितवान् इत्युक्ते सः सिद्धान्तं प्रतिष्ठा नाम समाजे सर्वेषां पुरतः उपस्थाप्य स्थापितवान्, येन तस्य प्रतिष्ठा स्यात्। प्रतिष्ठा इति सर्वे जानन्ति खलु। अस्तु अग्रे। एतस्य सिद्धान्तस्य भौतिकशास्त्रस्य यदि वयम् एतत् सिद्धान्तं जानीमः तत्र भौतिकशास्त्रज्ञानम् अत्यन्तम् आवश्यकं भवति। वस्तुतः भौतिकशास्त्रज्ञानमपि एषः सिद्धान्तः दुरवगमः एव। अहं नावगच्छामि महोदय। ओ, वस्तुतः भौतिकशास्त्रज्ञानम् अपि एषः सिद्धान्तः दुरवगम एव। नाम तत्र भौतिकशास्त्रज्ञानम् अस्ति चेदपि दुरवगमः इत्युक्ते तत्र दुर्बोधः, तत्र अवगमनार्थं काठिन्यम्। ओ अस्तु अस्तु। अतः ऐन्स्टैन् महोदयः सिद्धान्तम् आविष्कृत्य भौतिकशास्त्रं सर्वेषां पुरतः बोधितवान्। सर्वेषां केषां पुरतः? जनानां पुरतः। केषां पुरतः? जयन्ती भगिनी, केषां पुरतः? भौतिकशास्त्रज्ञान् शास्त्रज्ञानां पुरतः। भौतिकशास्त्रज्ञः यः भौतिकशास्त्रं जानाति सः भौतिकशास्त्रज्ञः खलु। इति कृत्वा तत्र इदानीं भौतिकशास्त्रज्ञान् इति तत्र विभक्तिः वचनं च किम् इति द्वितीयविभक्तिः अस्ति वचनम् बहुवचनमेव बहुवचनमेव कांश्चित् कांश्चित् भौतिकशास्त्रज्ञान् सविस्तरं बोधितवान् स्पष्टं खलु अस्तु अग्रे जयन्ती भगिनी अग्रे परन्तु तैः सह सिद्धान्तः न अवगत एव इत्युक्ते भौतिकशास्त्रज्ञैः ऐन्स्टैन् महोदयस्य सिद्धान्तः न अवगतः दुष्करः आसीत् इति कृत्वा एवं चेत् एतं सिद्धान्तं कथम् अवगम्यानि इति सः चिन्तितवान् इत्युक्ते अहं कथं बोधयामि तान् एतत् सिद्धान्तम् इति तस्य मनसि चिन्ता अभवत् कदाचित् तस्य अत्र अवगमयानि इति कीदृशम् अस्ति रूपं विधिलिङ्ग खलु उत्तमपुरुषे न अहं कथं वदामि तादृशम् अवगमयानि कः वदति जगन्नाथमहोदयस्वरूपं किं राजी भगिनी प्रथमतया कः लकारः अस्ति लोट् लकार लोट् लोट् लोट् लोट् अस्ति उत्तमपुरुषः अत्र धातुः कः गमयति वस्तुतः गमि इति धातुः अस्ति गमि धातुः अस्ति निजन्तदातुः अस्ति अव उपसर्गपूर्वकः निजन्तदातुः अस्ति गमि गमयति लोटि प्रथमपुरुष एकवचने तत्र गमयानि अवगमयानि अस्तु जयन्ती भगिनी तत्र अग्रे समापयतु कदाचित् तस्य मनसि विशिष्टं किमपि अस्तु उदाहरणेन केनचित् उदाहरणेन अहं बोधयामि इति सः चिन्तितवान् यदि एतेन उदाहरणेन अहं पाठयामि तर्हि नूनं सर्वे तं सिद्धान्तं ज्ञातुं शक्नुयुः इति तर्हि केनचित् उदाहरणेन अहं बोधयामि चेत् तेषाम् अवगमनं भवेत् इति तस्य मनसि चिन्तनम् अभवत् बहु समीचीनमस्ति नूनम् इति सर्वे जानन्ति खलु तत्र अव्ययपदमस्ति नूनं तर्हि नूनं सर्वे जानन्ति वा नूनम् इति अवश्यं तादृशमस्ति इन्डीड् इति अस्तु बहु समीचीनम् अस्ति तत्र सर्वेषाम् अनुमतिः नास्ति किन्तु आङ्ग्लभाषायाः वर्णार्थं केवलं मम अस्तु बहु सम्यक् अस्ति पाठः जातः अत्र अग्रिमे सप्ताहे कथां परिसमाप्य अग्रे णत्वम् अस्ति खलु इति भाति ततः अग्रे णत्वम् अस्ति इति मन्ये अस्तु सम्यक् अस्ति समयः जातः धन्यवादः सर्वेषां नमस्ते धन्यवादः धन्यवादः धन्यवादः